ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। अस्माकं प्रवर्तमानविषयः अस्ति धातुविज्ञानं द्वितीय। तत्र तस्मिन् करपत्रे तत्र चत्वारि प्राकृतिककार्याणि विषये, धातुषु यः चत्वारि प्राकृतिककार्याणि सम्भवति तस्य विषये सूत्राणि दत्तानि। इदानीं तत्र द्वितीयसूत्रस्य विषये तत्र चर्चा प्रचलन् अस्ति। द्वितीयसूत्रमस्ति नौनः। प्रथमसूत्रमस्ति सत्त्वकार्यम्, इत्युक्ते तत्र यः धातुवादेशः सः सूत्रेण यः मूर्धन्यषकारः धातोः आदौ वर्तते तस्य सकारादेशः भवति। अनन्तरं यः नोणः अस्ति, धातोः आदिं वर्णः मूर्धन्यनकारः अस्ति चेत् तत्र दन्त्यनकारस्य आदेशः भवति, अतः नत्वकार्यमस्ति। सो नोणः इति सूत्रेण उपदेश अवस्थायां धातोः आदिं नकारस्य तत्र दन्त्यनकारः इति आदेशः भवति। अपि च तत्र वयं दृष्टवन्तः किमर्थं महर्षिणा आदौ एव दन्त्यनकारः न दत्तं। तत्र धातुपाठे कानिचन धातवः सन्ति येषाम् आदौ एव दन्त्यनकारः अस्ति, परन्तु तत्र यत्र यत्र लौकिकरूपेषु दन्त्यनकारः श्रूयते बहुत्र तत्र दन्त्यनकारः नास्ति, तत्र तु मूर्धन्यनकारः। अतः एतादृशः प्रश्नः मनसि आयाति, किमर्थं महर्षिणा आदौ एव दन्त्यनकारः न दत्तं, किमर्थं सः मूर्धन्यनकारः प्रथमे तत्र स्थापयति, अनन्तरं सूत्र आधारेण तस्य मूर्धन्यनकारस्य दन्त्य आदेशः करोति। तत्र तस्य विषये तत्र प्रयोजनम् अस्ति व्याकरणशास्त्रे। वयं सूत्रं पठितवन्तः उपसर्गात् असमासे अपि नोपदेशस्य, अस्मिन् सूत्रे नोपदेशस्य इति पदं दत्तम्। सो नोपदेशस्य इति षष्ठ्यन्तम् अस्ति, नोपदेशस्य स्थाने किं करणीयम् इति अत्र प्रश्नं कुर्मः चेत्, तत्र नोपदेशस्य धातुः विषये तत्र यद्ये तस्य नोपदेशधातुतः कोऽपि नामपदम् अस्ति अथवा तत्र क्रियापदम् अस्ति, वयं जानीमः धातुषु वयं नामपदस्य निर्माणमपि कर्तुं शक्यते, धातुषु वयं क्रियापदस्य अपि निर्माणं कर्तुं शक्यते, अतः तत्र द्वयोः सम्भावना अस्ति। सो नोपदेशधातुतः यदा वयं नामपदस्य निर्माणं कुर्मः, कृदन्त मेलनेन तत्र नामपदस्य निर्माणं भवति, तिङन्तमेलनेन तत्र क्रियापदस्य निर्माणं भवति, अतः तस्य नोपदेशस्य धातुः विषये पुनः तत्र किं यः नोनः सूत्रेण दन्त्यनकारः आदेशः पूर्वे कृतं, तस्य पुनः मूर्धन्य आदेशः भवति। कदा भवति? यस्य यदि तस्य प्राक् तादृश उपसर्गः अस्ति यस्मिन् उपसर्गे रेफः अपि च षकारः वर्तते, इत्युक्ते उपसर्गात् असमासे अपि नोपदेशस्य यः सूत्रमस्ति सः पाणिनिमहर्षिणा कुत्र स्थापितं? नत्वप्रकरणे स्थापितं। सो नत्वप्रकरणे यः दन्त्यनकारस्य मूर्धन्यनकारादेशः भवति तस्य कृते निमित्तम् अस्ति रषाभ्याम्। सो रेफुषकारस्य उत्तरस्य दन्त्यनकारस्य णत्व आदेशः भवति, मूर्धन्य आदेशः भवति, परन्तु यः णत्वप्रकरणे यः प्रथमसूत्रम् अस्ति तत्र समानपदे लिखितं। सो समानपदे निमित्तम् अपि च स्थानिवर्णः. निमित्तं कः? निमित्तम् अस्ति निमित्तद्वयं, रेफः अपि च शकारः. स्थानिवर्णः कः? दन्तिनकारः. सो रेफः अथवा शकारः अपि च दन्तिनकारः एकस्मिन् एव पदे अस्ति चेदेव रसाभ्यां नूनः इति सूत्रं कार्यं कर्तुं शक्यते. तस्य साक्षात् अनन्तरं नत्वप्रकरणे महर्षि द्वितीयसूत्रं वदति अट् कुप्वाङ् नुं व्ययाये अपि रसाभ्यां नूनः समानपदे. इत्युक्ते रसाभ्यां पञ्चमी अन्तम् अस्ति, अतः पञ्चमी अन्तं पदस्य यः निमित्तम् अस्ति निमित्तस्य साक्षात् अनन्तरं स्थानीवर्णः अस्ति चेदेव रसाभ्यां कार्यं कर्तुं शक्यते. परन्तु महर्षि अनन्तरं वदति साक्षात् तु भवति एव, यदि तत्र अट् कु पु नुम् अपि च आङ् इति व्यवधानं स्थानि अपि च निमित्तस्य मध्ये अस्ति तथापि तत्र नत्वकार्यं करणीयम् इति सः द्वितीयसूत्रे वदति. तस्मिन्नेव प्रकरणे चतुर्दशसूत्रे सः महर्षि वदति उपसर्गात् असमासे अपि नोपदेशस्य अत्र समानपदस्य अनुवृत्तिः न आवश्यकं. किमर्थं चेत् उपसर्गा ये उपसर्गाः सन्ति तेषां भिन्न तेषामपि पदसंज्ञा अस्ति, ते सुबन्ताः. सो यद्यपि निमित्तं भिन्नपदे अस्ति, स्थानी भिन्नपदे अस्ति, समानपदं नास्ति, तत्रापि कार्यं नत्वकार्यं भवति, परन्तु केवलं नोपदेशधातुविषये एव भवति इति सूत्रस्य अर्थः. सो उपसर्गात् पञ्चमी अन्तम् अस्ति, उपसर्गात् असमासे अपि नोपदेशस्य इति यः सूत्रमस्ति, प्रथमे तु सः केवलं नोपदेशधातूनां कृते यः दन्त्यनकारः अस्ति तस्य विषये सः स्थानिवर्णः भवति, कोऽपि अन्यदन्त्यनकारः तत्र स्थानी न भवितुं शक्नोति. दन्त्यनकारः सः नोपदेशधातुनकारः एव भवेत्. अपि च तस्य पूर्वे यः उपसर्गः अस्ति तस्य पूर्वे यः उपसर्गः अस्ति तस्मिन् उपसर्गे रेफः अपि च शकारः भवेत्, तदा एव सूत्रं कार्यं करोति कर्तुं शक्यते. अपि च अनन्तरं लिखितम् असमासे अपि. सो इत्युक्ते समासे तु भवति, असमासे अपि भवति. समासविषये वयं दृष्टवन्तः तत्र यः समासः अस्ति सः नामपदानाम् एव व्याकरणे सामान्यतया समासः इति उच्यते. सो उपसर्गाः तु सुबन्ताः एव, सुबन्ताः नामपदानि. अनन्तरं तादृशनोपदेशधातुः भवेत् यः यस्य सुबन्त इति तत्र संज्ञा अस्ति. सो प्रथमे तु धातुयोगकृत् कुर्मः चेत् तत्र प्रातिपदिकस्य निर्माणं भवति. यदा यस्य शब्दस्य व्याकरणशास्त्रे प्रातिपदिक इति संज्ञा, तस्य अनन्तरं तु वयं केवलं सुप् एव योजयितुं शक्नुमः. अतः तत्र कृदन्तप्रातिपदिकात् अनन्तरं सः सुभन्तपदं भवति. अतः तस्य विषये वयं बहूनि उदाहरणानि अपि दृष्टवन्तः. नैनं परिनायकः, परिणतिः, परिणधं, परिणामः, एते सर्वाणि सुभन्तानि. अतः अत्र समासविषये दत्तं. सूत्रे तु असमासे अपि लिखितं. सो असमासे किं भवति, कथं तत्र कार्यं भवति इति अद्य पश्यामः. पूर्वस्मिन् वर्गे वयं तत्र तपरकरणस्य विषये अपि पठितम्. सो तपरकरणस्य विषये अस्मिन् करपत्रे अपि तत्र सूत्रं दत्तं. सो तत्र पुनः तस्य विषये चर्चा आयास्यति. अतः तत्र तपरः तत्कालस्य इति सूत्रम् अस्मिन् करपत्रे दत्तं. तस्य विषये अत्र चर्चा अस्ति, अतः तस्य यदा तत्र प्रसङ्गः आयाति तदा तस्य विषये पठामः। इदानीं तु यः असमासविषये कथं तत्र उपसर्गात् असमासे अपि नो उपदेशस्य कार्यं भवति इति तस्य विषये पश्यामः। अस्तु, कोऽपि प्रश्नः अस्ति वा एतावता? नो अस्ति चेत् तत्र प्रारम्भं कुर्मः। असमासे इति तत्र लिखितमस्ति। अस्तु, कः पठति, कः अथवा का पठति? अद्य ध्वनिः सम्यक् अस्ति वा? सम्यक् अस्ति भगिनि, सम्यक् अस्ति, सम्यक्। अहं पठामि भगिनि। पठतु भगिनि, कृपया पठतु। समासे समासः सुबन्धानां भवति, ज्ञातु दिगन्तानाम्। अत्र यत्र उपसर्गणत्वस्य निमित्तम् अस्ति च तेन सह दिगन्तपदस्य संयोजनं भवति, तत्र समासो नास्ति। प्र नदति, प्रणदसि, नद् धातुः अनुबन्धलोपानन्तरं नो नः इत्यनेन षष्ठमाध्याये प्रथमपादे चतुष्षष्टि इत्यनेन णत्वविधानं नद् नद् अधिकशप् अधिकति, नदति, प्र नदति। उपसर्गसमासेपि नोपदेशस्य अष्टमपादे अष्टमाध्यायस्य चतुर्थपादे चतुर्दशसूत्र इत्यनेन असमासे अपि उपसर्गास्तात् निमित्तात् नोपदेशस्य नत्व प्रणदति। अन्यानि उदाहरणानि अन्यानि उदाहरणानि परिणीतानि इत्यादीनि रूपाणि। अग्रे अपि पठामि वा? तावत् वदतु तदेव समासः सुबन्धानामेव भवति, तिगन्तानां न भवति, नामपदे एव भवति, तिगन्तानां न भवति। यत्र उपसर्गः भवति, उपसर्गः नत्वस्य निमित्तं भवति, एकपदमेव भवति। सो प्रमध्ये लकारः अस्ति, लकारः नदति पदस्य नत्व निमित्तं भवति, तदर्थं प्रणदति इति भवति। प्रणदति यः पदमस्ति भगिनि, अखण्डपदमस्ति वा सखण्डपदमस्ति? इदानीं खण्ड अखण्डपदं भवति, सखण्ड उपसर्ग यदा कर्तुं शक्यते, परन्तु अद् द्विपद इति वक्तुं न शक्यते। उपसर्ग पद नास्ति, उपसर्गस्य पदसंज्ञा न भवति, तद् सुप्तिगन्तमेव पदम्। मया इदानीमेव उक्तं न, उपसर्गस्य अपि पदसंज्ञा अस्ति, सुप्तिगन्तं पदम् इत्यनेन उपसर्गस्य अपि पदसंज्ञा। उपसर्ग सर्वे उपसर्गाः सुबन्ताः, अत्र यद्यपि सु औजस् न दृश्यते, तेषां लोपः भवति। सो प्र इति यः अस्ति तस्यापि पदसंज्ञा, नदति इति यः अस्ति तस्यापि पदसंज्ञा, सुप्तिगन्तं पदं, नदति इति ति अन्ते अस्ति अतः तिङ् अन्ते अस्ति अतः तिङन्तपदम्। प्र यः अस्ति यद्यपि अत्र सुप्न दृश्यते परन्तु प्रत्ययस्य लोपे प्रत्ययस्य लक्षणम् इति सूत्रेण यद्यपि सु औजस् सुप्रत्ययस्य अत्र लोपः भवति तथापि तस्य लक्षणं तिष्ठति, लक्षण आधारेण एव प्र इति यः अस्ति सुबन्तपदम्। अतः अत्र पदद्वयं प्रणदति यः अस्ति तत्र पदद्वयम्, अखण्डपदं नास्ति, अस्य खण्डं कर्तुं शक्नुमः, सखण्डपदम् अस्ति। अतः अत्र सि प्रणदति यः अस्ति एकम् एव पदं नास्ति, अत्र अस्मिन् अस्मिन् पदे पदद्वयम्, एकं प्र इति उपसर्गः, द्वितीयं नदति इति क्रियापदम्। सो अत्र रसाभ्याम् अत्र अटकुप् वाङ् नुं व्ययाये अपि सूत्रं कार्यं न कर्तुं शक्यते। किमर्थं किमर्थं चेत् तस्मिन् सूत्रे महर्षिः वदति समानपदे एव तत्र अस्ति चेदेव कार्यम्। अत्र तु भिन्नभिन्नपदे एकस्मिन् पदे निमित्तम् अस्ति, र प्रथमपदे अस्ति, स्थानीवर्णः द्वितीयपदे, यः सेकेण्ड् पदम् अस्ति नदति इति यः अस्ति, स्थानी तु नत्वप्रकरणे स्थानी सर्वदा दन्त्यनकारः, सो निमित्तम् एकस्मिन् पदे, स्थानी द्वितीयपदे, सो रषाभ्याम् अट्कुप्वाङ् सूत्रं कार्यं न कर्तुं शक्यते अत्र, तत्र समानपदे समानपदे इति अनुवृत्तिः भवति। अतः अत्र भिन्नसूत्रम् अपेक्षितम्, यः अत्र न श्रूयते दन्त्यन् मूर्धन्य न श्रूयते तस्य कृते भिन्नसूत्रम् अपेक्षितं, सूत्र रषाभ्याम् अपि च अट्कुप्वाङ् सूत्रम् अत्र कार्यं न कर्तुं शक्यते, असमर्थः अस्ति तत् सूत्रम् अत्र। अतः अत्र उपसर्गात् असमासे अपि नोपदेशस्य इत्यनेन एव कार्यम्, अतः प्रणदति इति भवति इति णद् धातुः नोपदेशधातुः। अतः अत्र तस्य नोणः इति सूत्रेण यः दन्त्यनकारः पूर्वे अभवत् तस्य पुनः मूर्धन्यनकारः आदेशः भवति। सो अत्र नोपदेशस्य धातुविषये एव अस्मिन् सूत्रे दत्तं, सो नोपदेशधातुः यः नोणः इति सूत्रेण यः दन्त्यनः भवति तस्य कृते प्रयोजनं किम्? कुत्रचित् यदि वयम् उपसर्गयोजयामः तस्य पुनः न भवति इति सूत्रस्य अर्थः, अतः प्रयोजनम् अस्मिन् सूत्रे दृश्यते, नोनः सूत्रस्य प्रयोजनम् अस्मिन् सूत्रे दृश्यते। अस्तु, सो तत्र नम धातु अपि अस्ति, नम धातुः तत्र अपि च नय धातुः अस्ति, नयधातुः नमति, नयधातुः, सो प्रणमति, एतानि तु तिङन्तक्रियापदानि, तत्र उपसर्गाः क्रियायोगे इति एकम् अन्यत् सूत्रम् अस्ति, सो क्रियायोगे क्रियापदस्य योगे वयम् उपसर्ग योजयितुं शक्नुमः, परन्तु यः प्रणदति अस्ति समासिकपदं नास्ति, समासः नास्ति अत्र, वयं न वक्तुं शक्यते अत्र समासः, किमर्थं चेत् एकम् अस्ति नामपदं, द्वितीयम् अस्ति क्रियापदं, सो क्रियापदस्य समासः न भवति, अतः सूत्रे साक्षात् महर्षिः वदति असमासे अपि कार्यम्, असमासे अपि तत्र नोपदेशधातुविषये दन्त्यनकारस्य मूर्धन्यनकारादेशः भवति यदि तस्य प्राक् उपसर्गे यदि निमित्तम् अस्ति। सो यदा वयम् आङ् उपसर्ग, वि उपसर्ग, उप उपसर्ग, उत् उपसर्ग तादृश योजयामः तत्र तु निमित्तं नास्ति, तत्र कार्यं न भवितुं शक्नोति, तत्र तु नदति एव लेखनीयं, परन्तु यदा तत्र रेफः अपि च शकारः तत्र श्रूयते तत्र तत्र पुनः मूर्धन्यनकारादेशः करणीयम् इति सूत्रस्य आशः। अस्तु, अग्रे कः पठति? कृपया झटति स्वयम् अग्रे आगच्छतु। चेतना भगिनी पठति वा भगिनि? आं भगिनि, पठतु। वस्तुतः वस्तुतः एते धातवः उपदेशावस्थायां नम नी नश नः एवम् एव पञ्चत्रिंशत् नकारादिधातवः सन्ति। केवलम् ओष्टौ धातवः उपदेशे नकार अष्टौ सोरि केवलम् अष्टौ धातवः उपदेशे नकारादयः सन्ति, नर्द, नाद, नाथ, नाध, नन्द, नवक, नृ, नक् च। नकारद्वयम् अस्ति, नक् नक् नृ, नृत् च। अतः प्रनर्तति प्रनर्तति प्र उपसर्गस्ति नर्दति क्रियापदम् प्रनर्दति प्रनर्दितुं प्रनर्दकः अत्र उपसर्गे नत्वस्य निमित्तम् अस्ति परन्तु नत्वं न भवति वदतु सो एतत् अष्टः धातवः एक्सेप्शन्स् सन्ति अत्र नकारः मूर्धन्यनकारः न भवति किमर्थं न भवति उपदेशावस्थायां मूर्धन्यनकारः नास्ति इत्युक्ते धातुपाठे पञ्चत्रिंशत् धातवः नोपदेशधातवः तत्र तु तेषां विषये तु लौकिकरूपेषु तु दन्त्यनकारः एव श्रूयते एते ये अष्टौ धातवः सन्ति तेषामपि लौकिकरूपेषु दन्त्यनकारः श्रूयते परन्तु एते अष्ट धातवः ते नोपदेशधातु न मूले तेषां मूर्धन्यनकारः नास्ति मूले एव महर्षिः तत्र दन्त्यनकारः स्थापितम् अतः एते अष्ट धातवः धातुपाठे अष्टधातवः एव सन्ति येषां मूले एव दन्त्यनकारः सो एते नर्ध नाथ नाद नन्द एते सर्वे धातवः नोपदेशधातवः न अतः एतेषां विषये उपसर्गात् असमासे अपि नोपदेशस्य इति सूत्रं कार्यं न कर्तुं शक्यते किमर्थं चेत् एते सर्वे धातवः नोपदेशधातवः न सन्ति तत्र तु मूले उपदेशावस्थायाम् एव महर्षिः नकारः स्थापितं दन्त्यनकारः स्थापितं परन्तु ये पञ्चत्रिंशत् धातवः सन्ति अन्य यथा नाम णीण् णीन् प्रापणे णी नयति इति भवति अस्माकं परिचितं क्रियापदम् अस्ति परन्तु सः णी इति धातुः नोपदेशधातुः तत्र एतत् सूत्रं कार्यं कर्तुं शक्यते यदि तादृश उपसर्गः अस्ति यस्मिन् नत्वस्य निमित्तम् अस्ति तत्र पुनः मूर्धन्यनकारः आदेशः भवति परन्तु यदा वयं प्रयोग नर्दति कुर्मः नर्दति क्रियापदमस्ति तस्य प्राक् वयं सर्वे उपसर्गाः योजयितुं शक्नुमः सो प्रयोग नर्दति भवति चेत् तत्रापि रेफः अस्ति दन्त्यनकारः अपि अस्ति परन्तु सः दन्त्यनकारः नोपदेशधातुः नकारः न सामान्यधातुः नकारः अस्ति अतः तत्र उपसर्गात् असमासे अपि नोपदेशस्य इति सूत्रं कार्यं न कर्तुं शक्यते अतः तत्र मूर्धन्य आदेशः न भवति अस्मिन् पदे रषाभ्यां नोनः सूत्रमपि कार्यं न कर्तुं शक्यते अटकुप्वाङ् अपि कार्यं न कर्तुं शक्यते इत्युक्ते सखण्डपदम् अस्ति अखण्ड नास्ति समानपदं नास्ति पदद्वयस्य अत्र मेलनम् अस्ति अतः अत्र तत् सूत्रमपि कार्यम् अटकुप्वाङ् सूत्रमपि कार्यं न कर्तुं शक्यते किमर्थं चेत् तस्मिन् सूत्रे महर्षिः वदति निमित् अपि च स्थानि समानपदे भवेत् एकस्मिन् एव पदे भवेत् चेदेव सूत्रं कार्यं कर्तुं शक्यते अतः रूपं किं प्रनर्धति प्रनर्धितुम् अत्र प्रनर्धितुं यः अस्ति तत्र तुमुन् प्रत्ययः अस्ति अत्र समासः अस्ति परन्तु प्रनर्धति यः अस्ति असामासिकपदः परन्तु मुख्यविषयम् अत्र किम् अत्र नोपदेशधातु नास्ति अत्र तु सामान्यधातुः अस्ति इति तत्र तस्य अर्थः अतः तत्र अष्टौ इति लिखितमस्ति सः अष्ट इति यः संख्या अस्ति वयं तत्र रूपद्वयम् अस्ति बहुवचने एव एतत् भवितुं शक्नोति, किमर्थं चेत् अष्टसङ्ख्या अस्ति, तो एकवचने द्विवचने अस्य रूपाणि न सन्ति, अष्ट अपि साधु अष्टौ अपि साधु, अतः अत्र अष्टौ लिखितम्. अनन्तरमपि पठतु भगिनि. सो वाट् यू केन् डू इस् यू केन् रिमेम्बर् दिस् एट् धातुस्. दीस् एट् धातुस् आर् मूले एव दन्तनकारः. यत्र यत्र नकारः श्रूयते, यदि ते एताः अष्टधातुतः निर्मितं नास्ति, ते तु नोपदेशधातु एव इति तत्र. सो वी केन् रिमेम्बर् दीस् एट्. अन्य सर्वे यत्र नकारः श्रूयते ते तु नोपदेशधातवः एव धातुपाठे. पठतु भगिनि. ध्येयं यत् उपसर्गात् ससमासेऽपि नोपदेशस्य अष्टमध्याये चतुर्थपादे चतुर्दशसूत्रम् इत्यस्य अनुवृत्तिसहितसूत्रम् अस्ति. उपसर्गात् असमासे अपि नोपदेशस्य रषाभ्यां नः नः अट्कुप्वाङ् नुं व्यवाये अपि संहितायाम् एतत् अनुवृत्तिसहितसूत्रमस्ति. उपसर्गात् असमासे अपि नोपदेशस्य विषये सर्वं वदतु. एकस्य प्रत्येकस्य पदस्य का तत्र उपयोगिता? उपसर्ग अस्ति चेत् धातोः उपसर्गस्य मेलनं योजनं करोति चेत् समासः असमासः अपि नकारस्य नकारादेशः भवति इति. रषाभ्यां नः नः इत्युक्ते निमित्तं रकारः षकारः अस्ति चेत् तस्य परे नकारः अस्ति चेत् समानपदे अस्ति चेत् एव नकारस्य णत्वं भवति. अट्कुप्वाङ् नुं व्यवाये प्रत्याहारः कु अपि च पु कवर्गः पवर्गः आङ् उपसर्ग नुं व्यवाये न अवगतम् इति. अत्र यः अस्ति नुम् इति तत्र नकारः एव नुमागमः यः भवति. सो अनुस्वारस्य विषये नकारस्य तत्र अनुस्वारादेशः भवति अपदान्नकारस्य, अतः तत् अत्र अस्मिन् सूत्रे यः नुम् लिखितं सः अनुस्वारस्य विषये अस्ति. सो अनुस्वारः कुत्र व्यवाय इत्युक्ते व्यवधाने बाधा, एतादृशः बाधा अस्ति चेदपि कार्यं भवति इति अट् कुप्वाङ् सूत्रं वदति. कीदृशकार बाधा अट् कु पु आङ् नुम् इति बाधा अस्ति चेदपि कार्यं भवति. अपि च तत्र किं कस्य मध्ये बाधा, एतादृशः बाधा कस्य मध्ये? रकारषकारस्य अपि च नकारस्य मध्ये. सत्यम्. इत्युक्ते निमित् अपि च स्थानी मध्ये, निमित् अपि च स्थानी मध्ये एतादृशः बाधा अस्ति चेत् कीदृशबाधा? अट् इति बाधा. अट् इत्युक्ते सर्वे स्वराः, अपि च तत्र कु इत्युक्ते क ख ग ग ण इति बाधा, पु एतादृशः बाधा निमित् अपि च स्थानी मध्ये अस्ति चेदपि कार्यं भवति. यथा प्र प्रयः अस्ति, रेफस्य साक्षात् अनन्तरं नकारः नास्ति, प्राणामति यः अस्ति, रेफस्य अनन्तरं तु अकारः, अकारः अट् वर्णः, अतः अट् बाधा अस्ति चेदपि कार्यं भवति। तथैव यद्ये रेफः अपि च दन्त्यनकारस्य मध्ये क ख ग ग न आयाति तत्रापि कार्यं भवति, तथैव प फ ब ब म अस्ति तत्रापि कार्यं भवति, आङ् इति उपसर्गः अस्ति तत्रापि कार्यं भवति, अपि च तत्र अनुस्वारः अस्ति तत्रापि कार्यं भवति। इत्युक्ते भगिनी अत्र उपसर्गात् वि हेव् टु सी द विभक्ति आल्सो, उपसर्गात् इस् अ पञ्चम्यान्तं पदं, रामात् इव सो उपसर्गात्, अत्र कोऽपि अन्यम् उपसर्गात् इस् अ निमित्तं, रषाभ्याम् इस् आल्सो निमित्तं पञ्चमी द्विवचनात् पदम् अस्ति। सो कीदृश उपसर्गात् रषाभ्यां, वी केन् पुट् दीस् टु टुगेदर् बिकास् द उपसर्गात् प्रत्येकस्य उपसर्गस्य अनन्तरं कार्यं न भवति, उपसर्गात् स्थितस्य रेफ् शकारा उत्तरस्य इत्युक्ते पञ्चमी अस्ति चेत् कार्यं तस्य उत्तरे भवति, तस्य अनन्तरं भवति। सो उपसर्गात् रेफ् शकार उत्तरस्य अनन्तरं नः इति यः अस्ति षष्ठ्यान्तं पदः, नोपदेशस्यापि षष्ठ्यान्तं, सो दीस् टु केन् बि पुट् टुगेदर्। कीदृशनकारः नः, कीदृशनकारः नोपदेशस्य नः, केवलं नोपदेशस्य नः, यः नोपदेशधातुः अस्ति तस्य नकारस्य आदेशः कः, न मूर्धन्य नः इति आदेशः, प्रथमान्तम् अस्ति। सो उपसर्गात् रेफ् शकार उत्तरस्य नोपदेशस्य नः, मूर्धन्य नः आदेशः, अट् कुप्वाङ् नुम् बाधाय व्यवधाने अपि तत्र कार्यं भवति इति सम्पूर्णसूत्रस्य अर्थः। सो उपसर्गात् यः अस्ति तस्य विशेषणम् अस्ति रषाभ्यां पञ्चमी अस्ति इति तत्र सूत्रस्य अर्थः भवति। सो उपसर्गस्य अनन्तरं यः नोपदेशस्य नकारः तस्यैव मूर्धन्य आदेशः इति सूत्रस्य अर्थः। महोदय, व्यवधाय इत्युक्ते बाधा नास्ति इति वा? व्यवधाने इत्युक्ते बाधा अपि, एतादृशः बाधा अस्ति चेदपि कार्यं भवति, अत्र कार्यं किं मूर्धन्य आदेशः। सो कीदृशबाधा, तत्तु महर्षि साक्षात् स्वयमेव वदति, अट् कु पु आङ् नुम् इति बाधा इत्युक्ते स्थानी अपि च निमित्तस्य मध्ये एतादृशः बाधा अस्ति चेदपि कार्यं, चेदपि कार्यं भवति, परन्तु एतादृशः बाधा विहाय कोऽपि अन्यवर्णः अस्ति चेत् कार्यं न भवति। इत्युक्ते यदि तथ द द न मध्ये अस्ति, रेफः अपि च दन्त्यनकारस्य मध्ये तथ द द न अस्ति, तु अत्र न लिखितं, सो तत् बाधा भवति, परन्तु एतादृशः बाधा चेदपि तत्र कार्यं भवति इति तस्य अर्थः। वदतु भगिनि। व्यवधायिकवर्णः इत्युक्ते अट्कुप्वाङ् अव्यवधायिक इत्युक्ते सङ्कर्ष तवर्ग चवर्ग वा? हा हा, किम् अन्ये एतेषां व्यवधायिक अव्यवधायिक व्यवधायिकवर्णाः इत्युक्ते ये यत्र यत्र णत्वं भवति ते व्यवधायिकवर्णाः, अव्यवधायिक इत्युक्ते यत्र यत्र बाधा भवति तस्तु अव्यवधायिकवर्णः इति इत्युक्ते कु इति बाधा न करोति, कु व्यवधाने कु सि रषाभ्यां नो नः नास्ति, रषाभ्यां प्रथमे तत्र महर्षि स्थापितं रषाभ्यां नो नः। सो रषाभ्यां नो नः इति सूत्रे कदा कार्यं भवति? यदि रेफः साक्षात् अवगतं, तदवगतं भगिनि, यूसेज् आफ् द वर्ड् व्यवधायिकवर्णाः अव्यवधायिकवर्णाः इति नत्वं मध्ये उपयोगं करोति खलु. अव्यवदायिकवर्णः इत्युक्ते अट्कुप्वाङ्गुङ्गः न बाधा न करोति इति. तवर्ग चवर्ग शङ्कर्ष सर्वेपि व्यवधायिकवर्णः इति वा पदा टर्मिनालजि. व्यवधानम् इति वदामः चेत् तत्र बाधा इत्युक्ते तस्य सामान्य अर्थः बाधा. एतादृशः बाधा अस्ति चेद् अपि पदम् अस्ति न. एतादृशः बाधा अस्ति चेदपि कार्यम् इत्युक्ते यदि अन्य कोऽपि बाधा अस्ति, अन्य कोऽपि वर्णः अस्ति, तत्र कार्यं न भवति इति तस्य अर्थः. So he has only given that if these type of varnas are between the nimit and the sthani, then tada api karyam bhavati. Parantu etesham vihaya kopi anya varnah madhye asti chet, sthani nimitasya madhye asti chet, tatra karyam na bhavati. Iti tatra arthah bhavati. अनन्तरं तत्र अस्तु भगिनि, धन्यवादः. अग्रे कः पठति? अत्र अग्रे एव तस्य विषये लिखितं. तत्र तदपि पठतु भगिनि, चेतना भगिनि. अट्कुप्वाङ्गुं व्यवाये अपि इत्यनेन एतान् वर्णान् वर्जयित्वा निमित्तस्य उद्देशस्य च मध्ये अन्यः कोऽपि वर्णः भवति चेत् स च वर्णः नत्वं प्रति व्यवधानम्. इत्युक्ते अत्र उद्देशस्य इत्युक्ते स्थानिः निमित्त अपि च उद्देशस्य, निमित्तस्य उद्देशस्य च मध्ये इति लिखितं. वदतु भगिनि. निमित्तस्य अपि च स्थानीवर्णस्य मध्ये एतत् वर्णाः सन्ति चेत् अट् प्रत्याहार कवर्ग पवर्ग आङ् नुम् इति वर्णाः सन्ति चेत् तस्य कृते नत्वं भवति इति, बाधा नास्ति इति. यथा प्रयोगनी योगनदति प्रणी नदति. अत्र प्र मध्ये निमित्तमस्ति, रकारः अस्ति, तदनन्तरं नी अस्ति, नी न योग ई अस्ति. अतः उपसर्गात् दशमासे अपि नोपदेशस्य इति सूत्रेण दन्तनकारः मूर्धन्यनकारः भवति. कथं कथं भगिनि? उपसर्गात् नोपदेशस्य नः, नोपदेशस्य नः अस्मिन् सूत्रे कीदृशनः, कीदृशनः नोपदेशस्य नः? अत्र यः नी अस्ति सः नोपदेशस्य नः अस्ति वा? अत्र कार्यं भवति तत्तु सत्यम्, परन्तु अनेन सूत्रेण न भवति. देट् इस् वी वाट् वी हेव् टु अण्डर्स्टाण्ड्. सी, अत्र यः नी इति यः नकारः दन्तिन तस्य तु मूर्धन्य आदेशः भवति इति तु सत्यम्, परन्तु तस्य यः मूर्धन्य आदेशः न तु सः मूर्धन्य आदेशः रसाभ्याम् इति अनेन भवति, न अट्कुप्वाङ्ग् इत्यनेन भवति, न उपसर्गात् असमासे अपि नोपदेशस्य इति सूत्रेण अपि न भवति, कोऽपि भिन्नसूत्रेण भवति. परन्तु अत्र अत्र तस्य विषये न दत्तम्। अत्र आशः कः? नदति यः अस्ति सः नोपदेशधातुतः निर्मितं पदं, तस्य प्राक् उपसर्गः अस्ति। उपसर्गस्य तत्र मध्ये वयं पश्यामः, सि उपसर्गः रेफः अस्ति, तस्य अनन्तरं कोऽपि भिन्न उपसर्गः, नी इति उपसर्गः, नी उपस उपसर्गे यः नकारः तस्य कोऽपि भिन्नसूत्रेण मूर्धन्य आदेशः भवति। मूर्धन्य आदेशः भवति चेत् इदानीम् अत्र द्रष्टव्यम्, अत्र उपसर्गात् असमासे अपि नोपदेशस्य इति सूत्रं कार्यं कर्तुं शक्यते वा न कर्तुं शक्यते, इत्युक्ते उपसर्गस्य अनन्तरं नोपदेशधातुतः निर्मितं क्रियापदम् अस्ति, असमासिकपदम् अस्ति, तत्र नकारस्य अत्र किमर्थं न भवति मूर्धन्य, तत्र कारणं किं? तत् कारणं किं भगिनि? रेफः अपि च नधति इति यः नकारः, तयोः मध्ये के वर्णाः तद् द्रष्टव्यम्। मध्ये नकार मूर्धन्य नकारः अस्ति इत्युक्ते इकारः अपि अस्ति, परन्तु अकारः इकारः बाधा न करोति, तेषां व्यवधाने अपि कार्यं भवितुं शक्नोति, परन्तु यः मूर्धन्य नकारः अस्ति सः अट् मध्ये अपि नास्ति, कु मध्ये नास्ति, पु मध्ये अपि नास्ति, आङ् नास्ति, नुम् नास्ति, अतः कोऽपि भिन्नवर्णः निमित् अपि च स्थानी मध्ये अस्ति। तदेव लिखितम्। परन्तु एतत् नी प्रयोगनी अस्ति खलु, अत्र लिखितम् अनन्तरम् अत्र कोष्ठके लिखितम् अस्ति, ब्रेकेट् मध्ये तत्र एकं वाक्यं दत्तं, तत्र एव लिखितम् अस्ति। सर्वैः अवगतं वा अत्र किमर्थम् एतादृश उदाहरणम्? एतादृशः उदाहरणम् अट् कुप् वाङ् नुं व्यवाये अपि यः पदम् अस्ति, पदद्वयम् अस्ति, तस्य व्याख्या अत्र करोति। यद्यपि नोपदेशधातुः अस्ति, तस्य प्राक् उपसर्गः अस्ति, उपसर्गे रेफः अस्ति, तथापि कार्यं न भवति। किमर्थं न भवति? मध्ये भिन्नव्यवधानम् अस्ति, भिन्नबाधा अस्ति, मूर्धन्यवर्णः मध्ये अस्ति, सो अस्मिन् सूत्रे तु अट् कूपु आङ् नुम् इति तत्र मूर्धन्य न इति विषये किमपि न दत्तम्। एतादृशः बाधा अस्ति चेत् एव कार्यम्, कोऽपि अन्यबाधा अस्ति कार्यं न भवति इत्य एतस्य उदाहरणस्य आशः। सर्वैः अवगतं वा? आं भगिनि, द्वितीयनकारस्य णत्वं न भवति इति, इत्युक्ते अत्र उपसर्गात् असमासे अपि तत्रापि अटुकुप्वाङ्नुं व्ययाय इति सूत्रस्य अनुवृत्तिः भवति। एतादृशः व्यवधानम् अस्ति चेदेव कार्यं भवति, कोऽपि भिन्नव्यवधानम् अस्ति तत्र कार्यं न भवितुं शक्नोति। यद्यपि तत्र निमित्तमपि अस्ति, स्थानी अपि अस्ति, तथापि कार्यं न भवति। किमर्थं चेत् तत्र भिन्न तत्र बाधा अस्ति, बाधकवर्णः मध्ये अस्ति। तदेव एव नत्वमस्ति चेत् द्वितीयनत्वं न भवति इति वदति खलु। परन्तु यः नी मध्ये यः प्रथमनत्वं कार्यं भवति तस्य कृते भिन्नसूत्रम् अपेक्षितम्। टवर्गटवर्ग आगच्छति चेत् श आगच्छति चेत् सत्यं, परन्तु वट् ऐ एम् सेयिङ्ग् इस् देट् प्र अनन्तरं तत्र यः नी उपसर्गः अस्ति तस्य नी इति उपसर्गस्य तत्र मूर्धन्य आदेशः भवति, रेफस्य अनन्तरम् अकारः, अकारस्य अनन्तरं नी उपसर्गस्य नकारः, तत्र तु न भवति, परन्तु भिन्नसूत्रेण 8417 इति सूत्रेण उपसर्गात् असमासे अपि नोपदेशस्य 14 सूत्रं 15 16 17 कोऽपि भिन्नसूत्रम् अत्र अपेक्षितम्। सः कार्यं भूत्वा अनन्तरम् उपसर्गात् असमासे अपि नोपदेशस्य इति सूत्रं कार्यं कर्तुं शक्यते वा इति पश्यामः चेत् न कर्तुं शक्यते। प्र अस्ति तत्तु सत्यं, तस्मिन् रेफः अस्ति। नधति नोपदेश धातुतः निर्मितं पदं, परन्तु मध्ये भिन्नबाधा अट्कूपून् बाधा नास्ति, कोऽपि भिन्नवर्णः अस्ति, अतः कार्यं न भवितुं शक्नोति इति तत्र उदाहरणस्य आशः। भगिनि प्रयोगनि नी धातु नास्ति अतः उपसर्गात् समासे दट् सूत्र केनाट् बि अप्लैड् इस् इट्? We cannot add direct dhatu, dhatu, it has to be some pada, na? Ni is also an upsarga. Hmm. Ni is an upsarga. It is a pada. So, but it is not a no upadeshasya nakaraha nasti. Api cha atkup, see, atkup vang num vyayaya api sutram swayam api karyam kartum shakyate. Parantu ekasmin ev pade. एकस्मिन् एव पदे अत्र समान अस्मिन् सूत्रे तु समानपदस्य अनुवृत्तिः अट्कुवाङ् व्ययाये अपि रसाभ्यां नो नः संहितायां समानपदे सो समानपदे एकस्मिन् एव पदे एतत्तु एकं पदं नी द्वितीयपदं नदति तृतीयपदं सो अत्रापि प्रयोगनी कुर्मः चेत् अत्रापि सखण्डपदम् पदद्वयम् अतः अत्रापि अट्कुप् वाङ् स्वयं कार्यं न कर्तुं शक्यते। यद्यपि अत्र अ एव बाधा अस्ति, अट् इति बाधा अस्ति, तथापि अत्र पदद्वयम् अस्ति अतः समानपदं नास्ति। रेफः अपि च नकारः एकस्मिन् एव पदे नास्ति, भिन्नभिन्नपदे अस्ति, अतः एतत् सूत्रम् अत्र कार्यं न कर्तुं शक्यते। कोऽपि भिन्नसूत्रम् अपेक्षितं, तदस्ति 17 नम्बर् सूत्रम्। भगिनी वदतु किम् अस्ति? सपोज् प्रणि इति एकपदम् एव उपसर्गः, द्वौ पदौ नास्ति, एकः पदः एव, सपोज् एतत् उपसर्गः अस्ति चेत् तत् समये कर्तुं शक्यते खलु? इदानीं भिन्नभिन्न शक्यते न तथ ददन् अथवा टठ डडन् सत्यम्। सो दिस् इस् वेरि इम्पार्टेण्ट्, कीदृशबाधा अस्ति चेत् कार्यं कर्तुं शक्यते, कोऽपि भिन्नबाधा अस्ति चेत् कार्यं न कर्तुं शक्यते। इत्युक्ते नत्वप्रकरणे एतादृशः बाधा निमित् अपि च स्थानीमध्ये अस्ति चेदेव नत्वकार्यं भवति। सो these two sutras are the first 8.4.1 is rashabhyam no nah, 8.4.2 is atkupvang, anantaram asmin prakarne sutra dvayasya anuvritti hi bhavati, kevalam samana pade iti tasya padasya tatra sarvada tatra tasya anuvritti hi na bhavati, yatha atra upsargat asamase api no upadeshasya atra samana padasya tatra अनुवृत्तिः न भवति। किमर्थं चेत् उपसर्गः भिन्नपदं, नोपदेशतः निर्मितं पदं भिन्नपदम्, अतः तस्य अपेक्षा एव अत्र नास्ति। अस्तु, चेतना भगिनी अवगतं वा भगिनी? भिन्नसूत्रेण सूत्रं किम् एकनिमिषः, एकं लाङ्ग् सूत्र भगिनि, देट् इस् नाट् इम्पार्टेण्ट् ओवर् हियर् 17 धातुविषये वा नीर्गद नद पद पद धूम वेरि लाङ्ग् सूत्र। It is saying that if the pada is made from these dhatus, these are all dhatus, theek hai, all these dhatu yoge bhusanyak dhatunam api cha these are the specifically indicated dhatus api cha anya dhatuvah bhusanyak dhatunam visheye yoge natvam nimittakat upsargat parasya ni अत्र स्पेशलि नि उपसर्गस्य विषये लिखितं नि उपसर्गस्य नत्वं भवति इत्युक्ते नि उपसर्गस्य अनन्तरम् एतानां धातूनां योगे कोऽपि पदम् अस्ति चेत् क्रियापदम् अस्ति चेत् नि उपसर्गस्य प्राक् इत्युक्ते पञ्चमी अस्ति नत्वनिमित्तम् अस्ति इत्युक्ते रेफः अपि च शकारः अस्ति तत्र नि उपसर्गस्य नत्वं भवति इति सूत्रं वदति यथा अत्र अस्मिन् करपत्रे यः दत्तं नद् नदपि अस्ति सि अत्र सूत्रे सूत्रे नदपि धातुः अस्ति नद् धातुः सो अत्र यः अस्ति उपसर्गः नि उपसर्गस्य अनन्तरं नि इति विशिष्ट उपसर्गः नि उपसर्गस्य नकारस्य नत्वं भवति कदा भवति सूत्रं वदति नि उपसर्गस्य यः नकारः तस्यापि नत्वं भवितुं शक्नोति कदा भवति यदि तस्य प्राक् निमित्तमस्ति नत्वस्य निमित्तं नत्वस्य निमित्तं किं रेफः अपि च शकारः नत्वस्य निमित्तं तस्य प्राक् रेफः शकारः भवेत् अपि च एकम् अन्यत् कण्डिशन् अपि अस्ति नि इति उपसर्गस्य अनन्तरम् एतादृशः नद् एते तत्र सर्वे धातवः ये दत्तं तादृशधातुतः निर्मितं पदम् अस्ति तदा एव नि इति उपसर्गस्य नत्वं भवितुं शक्नोति इति सूत्रं वदति सूत्रस्य तु इदानीं तु तस्य उपयोगिता अत्र नास्ति अस्मिन् करपत्रे परन्तु तदेव नि इति विशिष्टरूपेण नि इति उपसर्गस्य विषये अत्र दत्तं सो नि उपसर्गस्य यः नत्वं भवति कोऽपि भिन्नसूत्रेण भवति परन्तु उपसर्गात् असमासे अपि नोपदेशति इति सूत्रेण न भवितुं शक्नोति किं भगिनि अस्तु अग्रे पठामः क्षमतां नमस्कारः अहं शङ्का अत्र उपसर्गात् असमासे अपि अणो उपदेशस्य रसाभ्यां न अणः अट्कुट्वाङ्लुं व्याये अपि संहितायां अपि संहितायां कुत्र अनुवृत्तिः भवति संहितायां तु अधिकारः अस्ति एतत् नत्वकार्यम् असंहितायाम् इति यः पदम् अस्ति सः तु अधिकारसूत्रम् अस्ति सो अधिकारसूत्रस्य सर्वेषु सूत्रेषु तत्र तस्य किम् अनुवृत्तिः भवति अपि यः पदम् अस्ति सः तु अट्कुप्वाङ् नुं व्ययाये अपि इति सूत्रस्य सम्पूर्णतया अत्र अनुवृत्तिः अट्कुप्वाङ् नुं व्ययाये व्यवधाने अपि बाधा अस्ति चेदपि नत्वं भवति इति सूत्रस्य अर्थः पूर्वसूत्रात् एतत् पदद्वयस्य अनुवृत्तिः बिकास् दिस् इस् 8.4.2 सूत्रम् अट्कुप्वाङ् नुं व्ययाये अपि इति सूत्रम् 8.4.2 पूर्वसूत्रात् अस्मिन् सूत्रे अनुवृत्तिः भवति रसाभ्यां नो नः इति यः अस्ति तदपि पूर्वसूत्रात् अनुवृत्तिः अत्र भवति अत्र प्रश्नः कः महोदय अहं प्रयत्नं करोमि कि संहितां समतायां कस्मात् सूत्रस्य अत्र आयाकरणे अधिकारसूत्र अस्ति एवम् आसक्तिः अस्ति वै इस् सि देर् आर् इन् द व्याकरणशास्त्रे 8.4.1 इस् द त्रिपादिसूत्रम् 8.4.1 इस् त्रिपादिसूत्रं सो अस्मिन् त्रिपाद्यां यः पूर्व यः संहितायाम् इति सूत्रं तत्र संहितायाम् इति सूत्रत्रयं त्रीणि सूत्राणि अत्र सी इफ् ऐ टैप् संहितायां तिरर्थी संहितायां सूत्रास् वन् इस् फार् अच् सन्धि वन् इस् फार् हल् सन्धि वन् इस् फार् दिस् नत्वप्रकरणम् See, 6.1.72 is also Samhitayam. 6.3.114 is also Samhitayam. And one is in the Tripadi. Tayorvachi Samhitayam. Etasya padasya atranuvrittihi. So Samhitayam, ityukte Rashabhyam no naha iha sutra masti. Tatra रेफः अपि च नकारस्य मध्ये संहिता अस्ति चेदेव कार्यं यद्यपि अत्र आवश्यकं नास्ति बट् सम् आफ् द व्याकरण दे टेक् दिस् अधिकारसूत्रस्य प्रत्येकस्मिन् यद्यपि तत्र आवश्यकता नास्ति बट् सिन्स् दिस् इस् अन् अधिकारसूत्रः दे टेक् द अनुवृत्ति इन् आल् द सूत्रास् सो संहितायाम् इति यः सूत्रम् अस्ति तत्र अधिकार त्रिषु प्रकरणेषु तस्य अधिकारः एकमस्ति अच् सन्धिप्रकरणे द्वितीयमस्ति हलसन्धिप्रकरणे अनन्तरम् अत्र तु हलसन्धिविषयः एव 8.2.108 इस् हलसन्धिविषयः एव अस्ति अनन्तरं नत्वप्रकरणे अपि अस्य तत्र अनुवृत्तिः संहितसफल सो इति अधिकारसूत्रम् अस्ति अतः तस्य अनुवृत्तिः अस्तु धन्यवादः सि अत्रापि रश्याभ्यां नोनः समानपदे यः अस्ति अधिकारः कस्य कस्य अधिकारः एकं तु पूर्वत्र सिद्धम् इत्यस्य अधिकारः द्वितीयं लिखितं संहितायाम् 8.2.108 देट् ऐ वास् सेयिङ्ग् तयोर्वाचि संहितायां सो एतत् अधिकारसूत्रमस्ति अतः अधिकारसूत्रस्य तत्र प्रत्येकस्मिन् सूत्रे अनुवृत्तिः भवति अस्तु अग्रे पठामः अनुसूया भगिनी अग्रे पठति वा अत्र प्रोपसर्गे अत्र प्र उपसर्गे स्थितस्य रेफस्य प्रभावेन नि उपसर्ग स्थितस्य कारस्य नत्वं भवति परन्तु स च नि उपसर्गास्थितः नकारः नदति पदस्य नकारं प्रति नत्वव्ययदानं यतोहि मध्ये स्थितनकारः अटुक्वाङ्मः अट् कवर्गः अपवर्गः आम् इत्येषु नास्ति प्रणिनदति इति पदे नि उपसर्गे स्थितस्य नकारस्य नत्वं भवति अष्टमाध्याये चतुर्थपादे अष्टादश सप्तादश इति सूत्रेण नत्वं भवति तस्य च व्याख्या अत्र नाशोक्ति आवश्यकी परन्तु तत्र णी आगच्छति अतः णी अटकुपाङ्गम् इति सूत्रं नास्ति अतः व्यवधानं भवति णी अनन्तरं यः णत्वं भवति तदपि अत्र नास्ति मूर्धन्य अपि नास्ति तदनन्तरं भवितुं न शक्यते अग्रिमोदाहरणं निधि इति सूचिः अध्याये तृतीयसूत्रे तृतीयपादे द्वितीयसूत्रेण इकारस्य इत्संज्ञा तस्य लोपः प्रथमाध्याये तृतीयपादे नवमसूत्रेण लोपः च भवति निधि इति निर्देव नूनः षष्टमाध्याये प्रथमपादे चतुर्थषष्टि इत्यनेन निद् भवति अधुना समागमः अध दृश्यतां निद् निन्द् इति लौकिकदातु इकारस्य अनुस्वार इकारस्य इति भवति अतः नुमागमः भवति विदितधातुः अस्ति इदानीं नमामः भूत्वा निन्द भवति निन्द भवति नमामः नकारस्य आगमः अन्तिम अचुवर्णात् परः आगच्छति अत्र अन्तिम अचुवर्णः इ अस्ति न अधिक इ अतः निन्द भवति निन्देव लौकिकता सत्यं सत्यम् इत्युक्ते निधीयः धातु अस्ति तत्र प्राक् सूत्रद्वयस्य प्रसक्तिः प्राकृतिकसूत्राणि ये चत्वारि प्राकृतिकसूत्राणि अस्मिन् धातु तु सूत्रद्वयस्य प्रसक्तिः अस्ति एकम् अस्ति नोणः द्वितीयमस्ति यः अग्रे सूत्रम् आयाति इदितो नुम् धातोः तृतीयसूत्रं यः न धातुपाठे तत्र प्राकृतिकसूत्रम् अस्ति सो तत् किं वदति इति अग्रे अधः पश्यामः बिलो वी विल् सी देट् बट् वाट् इट् इस् सेयिङ्ग् इस् देट् अत्र नोनः सूत्रेण सो निधिः यः अस्ति निधिः नोपदेशदातुः सो वाट् वी हेव् टु रिमेम्बर् इस् देट् उपसर्गात् असमासे अपि नोपदेशस्य विषये यः उपसर्गस्य अपि च नोपदेशस्य धातुः नकारस्य यः मूर्धन्य आदेशः भवति तस्य मध्ये अट्कूपू आङ् नुम् इति व्यवधानम् अस्ति चेदेव कार्यं भवति यदि कोऽपि भिन्नबाधा अस्ति तत्र कार्यं न भवितुं शक्नोति इति तत्र स्मर्तव्यम् अंशः तत्र सर्वदा स्मर्तव्यं तत् तदेव तत्र तस्य विषये लिखितम् अस्तु इदानीं तत्र भिन्नसूत्रम् तृतीयसूत्रमस्ति नुमागमः केषां केषां धातूनां नुमागमः भवति इति आगमः इति अस्ति इदानीं पर्यन्तं यत् सूत्रद्वयं पठितम् एतौ आदेशरूपी कार्यं करोति नोणः इति सूत्रेण अपि आदेशकार्यं तत्र यः धातुवादेशः सः इति सूत्रेण यः शकारस्य सः अपि आदेशरूपी कार्यम् परन्तु तृतीयसूत्रम् अस्ति आगमरूपी कार्यम् अतः नुमागमः सो अत्र आगमः भवति कोऽपि पूर्वस्थितं वर्णं न अपगच्छति इति अत्र तृतीयसूत्रं सो निधिविषये यः निद् भवति अनन्तरं निन्द् भवति निन्देव लौकिकरूपं सो निन्द् कथं भवति धातु तु निद् अस्ति कथं निन्द् भवति यः मध्ये नकारः सः कुतः आगतः इति तस्य विषये अग्रे अस्ति अस्तु गिरिजाभगिनी अथवा गिरिजाभगिनी अग्रे पठति वा तृतीयसूत्रम् पठामि भगिनि पठतु नुमागमः इदितो नुम् धातोः 7158 इदितः धातोः नुम् आगमो भवति इदित् इत्युक्ते इत् इत् यस्य सः तत्र प्रथमः इत् नाम ह्रस्व इकारः द्वितीयः इत् नाम इत् संज्ञा ह्रस्व इकारस्य इत् संज्ञा यस्य सः धातु इदित् यस्य स इदित् बहुव्रीहि तस्य इदितः इदितः षष्ट्यन्तं नुम् प्रथमान्तं धातोः षष्ट्यन्तं त्रिपदमिदं सूत्रम् सूत्रं स्वयं सम्पूर्णं इदितः धातोः नुम् एतत् सूत्रं वदति यस्य इत् प्रत्याहार सन्ति तत् इत् संज्ञा अपि इदित् धातोः नुम् आगमः सो इत् संज्ञा यस्य भवति तत् इत्तः अनन्तरम् इत् प्रत्ययाः केः सन्ति सः अपि इत्तः सो ह्रस्व इकारस्य इत् संज्ञा यस्य सः धातु इदित् एतत् सूत्रं त्रिपदम् इत् इत् नुम् धातोः भगिनी वदतु इदित् इत्युक्ते किम् इदित् इति पदं यः अस्ति इदित् इत्युक्ते किम् इदित् इत्युक्ते ह्रस्व एकः द्वौ अस्ति, एकः ह्रस्व इकारः सः एक इत्, अन्य इत् अस्ति यस् इत् संज्ञा भवति तस्य अपि इत्, सो द्वौ इत् अस्ति तत् एव इदितो. न न तत्र नास्ति, इत् इत् यस्य सः इदित् इति लिखितम् अस्ति. प्रथमे यः इत् अस्ति इत् इति पदं तत्र तपर्कर्णम् अस्ति, पूर्वस्मिन् वर्गे पठितं न, तपर्कर्णमहर्षिणा स्थापितम् इत्युक्ते तपर्कर्णम् अस्ति चेत् तत्र किं भवति, यदा कस्यचित् अनुवर्णस्य अनन्तरं तपर्कर्णम् अस्ति तस्य कः अर्थः, तत् किं बोधयति? तत् बोधयति समान ह्रस्वैक वर्णाः अचुवर्णाः एव स्वीकरणीयं, न दीर्घः अतः प्लुतः स्वीकरणीयम्. सत्यं सत्यं, तस्य कालस्य एव तत्र स्वीकरणीयम् इत्युक्ते अत्र कस्य अनन्तरं तपर्करणं, ह्रस्वैकारस्य अनन्तरं तपर्करणम्. अतः इत् इत्यनेन किम्, इत् इत्यनेन प्रथम इत् यः अस्ति तेन किम् अवगम्यते, ह्रस्व इकारः. सो ह्रस्व इकारः अनन्तरं यः इत् सः इत् संज्ञा. सो ह्रस्व इकारः इत् संज्ञा यस्य सः इदित्. यस्मिन् ह्रस्व इकारस्य इत् संज्ञा अस्ति सः एव इदित् इति उच्यते. यस्मिन् ह्रस्व इकारस्य इत् संज्ञा अस्ति, यथा निधि, निधि इति यः अस्ति अस्मिन् निधि इति धातुः. सो निधि इति धातु मध्ये ह्रस्व इकारस्य इत् अस्ति. उपदेशे अजनुनासिक इत् इत्यनेन अस्मिन् धातोः ह्रस्व इकारस्य इत् संज्ञा भवति. किमर्थं भवति? अनुनासिक अस्ति अतः तस्य इत् संज्ञा भवति. सो येषां येषां धातूनां ह्रस्व इकारः अनुनासिक अस्ति तेषां तु इत् संज्ञा भवति. परन्तु यत्र कस्यचित् धातुः दीर्घ इकारस्य इत् अस्ति सः इदित् धातु नास्ति. किमर्थं चेत् अत्र ह्रस्व इकारस्य अनन्तरं तपर्करणम्. सो यस्मिन् धातुः दीर्घ इकारस्य इत् अस्ति, इत् संज्ञा अस्ति, यदि सः दीर्घ इकारः अनुनासिक अस्ति तस्यापि इत् संज्ञा भवितुं शक्नोति, परन्तु सः धातुः इदित् न उच्यते. इदित् धातुः कः? यस्मिन् ह्रस्व इकारस्य इत् संज्ञा अस्ति सः एव इदित् इति तस्य इदित् इति अर्थः. सो ह्रस्व वयं किं वदामः, वि विल् नाट् से इत् इति यस्य सः, वि विल् से ह्रस्व इकारस्य इत् संज्ञा यस्य सः इदित्. इदानीम् अत्र इदित् अपि च धातोः विशेषणविशेषभावः द्विपदं षष्ठ्यन्तम्, इदित् अपि षष्ठ्यन्तं, धातोः अपि षष्ठ्यन्तम्, एण्ड् अधिकरणमपि समानम्, एकस्मिन् एव पदार्थविषये लिखितम्. कीदृशधातुः? इदित् धातुः. इदानीम् इदित् वयं जानीमः, इदित् धातु इत्युक्ते किं? यस्मिन् ह्रस्व इकारस्य इत् अस्ति सः एव इदित् धातुः. तादृशधातूनाम् एव किं? नुम् इति आगमः इति सूत्रस्य अर्थः. सो अत्र किं लिखितम्? अत्रापि लिखितं सि अनुवृत्तिसहितसूत्रं, सूत्रमस्ति इदितो नुम् धातोः, बट् वाक्येषु तत्र अन्वयः कथं भवति? इदितः धातोः नुम् इति भवति, बिकास् दीस् आर् टु रिलेटेड् पदा, दीस् आर् द विशेषणविशेषभावः अत्र अस्ति. कीदृशधातूनुमागमः भवति? सर्वेषां धातूनां नुमागमः भवति वा? न, इदित् धातूनाम्. इदित् धातुः विशेषणम् अस्ति. इदित् इत्युक्ते ह्रस्व इकारः इत् यस्य सः एव इदित्. सो सो अत्र तपरकरणस्य प्रयोजनम् अस्ति, अतः अस्मिन् सूत्रे एव तपरकरणस्य विषये दत्तम्। सो इदित् धातूनाम् एव नुमागमः, कोऽपि अन्यधातूनां नुमागमः न भवति इति सूत्रस्य अर्थः। अग्रे अपि पठतु। तर्हि यः धातुः इदित् अस्ति तस्य नुमागमः भवति इति इदं सूत्रं सूचयति। बहवः इदितः धातवः सन्ति यत्र कुत्रापि धातौ ह्रस्व इकारस्य इत्संज्ञा भवति तस्मिन् धातौ नुम् आगमः भवति एव। सः धातु इदित् अस्ति अतः नुमागमः। यदा भवती उक्तं यस्य धातु ह्रस्व इकारस्य भवति तदेव ह्रस्व इकारस्य किं भवति इत् संज्ञा भवति, तत् एव इदितः तस्य स्थाने एव नुम् आदेशः भवति, अन्यवर्णाः नास्ति इति सूत्रं वदति। अन्यधातूनां विषये न भवति सूत्रम्। इदानीं नुम् इति आगमः कीदृश आगमः भगिनि? नुम् इति आगमः यदा आगमः विषयः आयाति, यत्र यत्र आगमस्य विषयः आयाति तत्र तत्र अस्माकं मनसि प्रश्नः आयाति, एतत्तु नूतनवर्णस्य तत्र धातोः मध्ये उदयः भवति, तत्र प्रश्नः कः? एतत् नुमागमः कुत्र करणीयम् इति तत्र सर्वदा प्रश्नः, बिकास् अत्र कोऽपि स्थानीपदं नास्ति न यस्य स्थाने नुमागमः करणीयम्। एतत्तु आगमः, आदौ करणीयं वा अन्ते करणीयं वा कुत्रचित् मध्ये स्थापनीयं वा? सो आगमस्य विषये प्रायशः एतादृशः प्रश्नः आयाति, किमर्थं चेत् अत्र स्थानीवर्णः नास्ति। सो अत्र वयं किं पठितवन्तः पूर्वे, व्याकरणे त्रिप्रकारकाः एव आगमाः सन्ति। एकमस्ति मित् आगमः, द्वितीयमस्ति कित् आगमः, तृतीयमस्ति टित् आगमः। सो अस्मिन् आगमे कीदृश आगमः अत्र? मित् आगमः। अत्र मित् इत्युक्ते भगिनि गिरिजा भगिनी, मित् इत्युक्ते यथा संज्ञा मा अस्ति तत् मित्, यस्मिन् मकारस्य इत् सः मित् मकारस्य, यस्मिन् ककारस्य इक् इत् सः कित्, यस्मिन् टकारस्य इत् सः टित्। तत्र सूत्रद्वयं वयं पूर्वे अपि पठितं। सो आगमस्य विषये परिभाषा सूत्रद्वयम् अस्ति तत्र स्तः, एकमस्ति आद्यन्तौ टकितौ आगमस्य विषये एव एतत् परिभाषासूत्रम्, द्वितीयमस्ति मिदचो अन्त्यात् परः। यः टित् आगमः सः आदौ करणीयं, यः कित् आगमः सः अन्त्ये करणीयं, यः मित् आगमः सः अन्तिम् अच् परे करणीयम् इति मिदचो अन्त्यात् परः, अन्तिम् अच् अचात् परः मित् आगमः भवति। सो यस्य आगमः, अत्र कस्य आगमः? धातोः आगमः, धातोः नुमागमः भवति। सो धातोः यः नुम् इति मित् अस्ति, अतः कस्य सूत्रस्य प्रसक्तिः अत्र? मिदचो अन्त्यात् परः इति सूत्रस्य, मिद् मित्। सो धातु यः अन्तिम स्वर अच् अस्ति तस्य परे नुम् इति आगमः क, नुम् इति आगमे अत्र उ अपि अनुनासिक अस्ति, तस्यापि इत् संज्ञा केवलं न अवशिष्यते, नकारः अवशिष्यते। सो अत्र दृश्यतु निधि इति धातुः, वदतु निधि इति धातुविषये वदतु इदानीम्, इदितो नुम् धातोः इत्यनेन। उपरि अस्ति नुमागमस्य यथा निधि निद् एतत् अनुनासिकः अस्ति, उपदेशे जननासिक इत् इत्यनेन अनुनासिकः तस्य लोपः इत्यनेन अनुनासिक इकारः, सम्यक्तया वक्तव्यम् अनुनासिक इकारस्य अनुनासिक इकारस्य लोपः भवति, निधि एव अवशिष्यते. तदनन्तरं औपदेशक अवस्थायाः नकार मूर्धन्यनकारः अस्ति, तदनेन नोणः समानपदे. न, अत्र समानपदे नास्ति. 6.1.64 सूत्रम्, अत्र कोऽपि निमित्तम् आवश्यकं नास्ति. नोणः उपदेश अवस्थायां धातोः मूर्धन्यनकारः आदौ अस्ति चेत् तस्य नकारादेशः करणीयम्. अत्र समानपदः अस्तु. नोण नोणः इत्यनेन नकारस्य दन्त्यनकारः भवति, निद् भवति. अनन्तरं निद् इति इदित् धातु. सो एतत् नुमागमः भवित्वा नन्द इति आगच्छति. अयं निन्द निद् मध्ये कति स्वराः भगिनि? निद् इकारः नकारः नकारः, तत्र क्रमः कः? क्रमेण वदतु. निद् धातु प्रथमं ह्रस्व इकारः. कथं? तदनन्तरं नकारः. वर्णः प्रथमे सोरि नकारः, तदनन्तरं ह्रस्व इकारः, तदनन्तरं दकारः. अस्मिन् नकारः अत्र इदित् धातु अस्ति, इदितो नुम् धातोः इत्यनेन नुमागमः भवति. कुत्र भवति? ह्रस्व इकारस्य अनन्तरं. ह्रस्वीकारस्य न, ह्रस्वीकारस्थाने न, ह्रस्वीकारस्य परे. सो नकारः इकारः तस्य अनन्तरं न स्थापनीयं, नुम् इति स्थापनीयम्. सो निन्द नि न ध इति अस्ति, निन्द भवति. परन्तु तत् इत्संज्ञा न भवति वा भगिनि? कस्य इत्? ह्रस्व इकारस्य इदित्. अत्र इकारद्वयं न, इधि इति इकारद्वयम्. एकमस्ति निरनुनासिकिकारः, द्वितीयम् अस्ति अनुनासिकिकारः. द्वितीयम् इकारः तु अपगच्छति, तस्य इति भवति, लोपः अपि भवति. परन्तु यः प्रथम इकारः सः तु निरनुनासिक, तस्य तु इति नास्ति. तदनन्तरं नुम् आगच्छति. सो अयं धातुः इति नाम ह्रस्व इकारः इत्संज्ञकः यस्य सः नित् धातोः इत् अस्ति इति कारणेन नुमागमः. अधुना निद् धातौ नुम् कुत्र आयाति? नुम् आगमः मित्, अतः अयं नकारः धातोः अन्तिमस्वरात् परे आयाति इति अग्रिमसूत्रं वदति. अवगतं वा? आं भगिनि, अवगतम्. सो यदा तत्र आगमः भवति तदा सर्वदा सूत्रद्वयं तत्र स्मर्तव्यम्. एकमस्ति आद्यन्तौ टकितौ, द्वितीयमस्ति मिदचो अन्त्यात् परः आगमस्य विषये. अत्र तु मित् आगमः, अतः मिदचो अन्त्यात् परः इति सूत्रं किं वदति तत् पश्यामः. अस्तु. नुम् इति आगमस्य विषये अपि पठतु. नुम् इति आगमे हलन्त्यम् इत्यनेन मकारस्य इत्संज्ञा, उपदेशे जनुनासिक इत् इत्यनेन उकारस्य इत्संज्ञा न इति अवशिष्यते. सो अत्र अनुनासिकचिह्नं दत्तं. सो आगमे सर्वदा तत्र एकमेव वर्णः तत्र तिष्ठति, अवशिष्यते. अतः अत्रापि म इति सर्वदा आगमे तत्र मित् कित् टित् द्रष्टव्यं, तस्य आधारेण एव तत्र वयं तत्र पश्यामः कुत्र एतत् आगमः करणीयं. यस्य आगमः तस्मिन् कुत्र करणीयं, टित् अस्ति चेत् तस्य आदौ करणीयं, कित् अस्ति चेत् तस्य अन्ते करणीयं, मित् अस्ति चेत् तस्मिन् यः यस्य आगमः तस्मिन् यः अन्तिम् अचः तस्य अनन्तरं स्थापनीयम् इति तत्र सर्वदा आगमस्य विषये द्रष्टव्यं. सर्वैः सूत्रम् अवगतं वा? इदित्रोणुम् अवगतम्. रस्व इकारः इत् यस्मिन् धातोः सः इदित् धातुः. अपि च अत्र किमपि सी तत्र सर्वदा तत्र ऐ डोण्ट् नो वै सर्वदा तत्र किं भ्रमः जायते. रस्व इकारः अन्ते भवेत् एव इदित् इति तत्र किमपि नास्ति. यद्यपि तत्र बहुत्र तत्र अन्ते एव रस्व इकारः तस्य इत् संज्ञा अस्ति, परन्तु यदा वयम् इदित् इति पदस्य व्याख्या पश्यामः तत्र कुत्रापि न लिखितं सः ह्रस्व इकारः कुत्र इत् भवेत्, तत् किमपि नास्ति. किमर्थं चेत् उपदेशे अजनुनासिक् इति सूत्रेण यः अनुनासिक् अचस्य इत् भवति सः कुत्रापि भवितुं शक्नोति. इत्युक्ते आदौ अस्ति चेदपि भवितुं शक्नोति, कुत्रचित् मध्ये अस्ति तत्रापि भवितुं शक्नोति, अन्ते अस्ति चेदपि भवितुं शक्नोति. इत् प्रकरणे एतत् प्रथमसूत्रम् अस्ति, अतः अत्र किमपि स्थानम् आवश्यकं नास्ति. सो अनुनासिक् अच् उपदेश अवस्थायां यद् आदेशः आगमः धातुः प्रत्ययः यत्किमपि आदेशः तस्मिन् कोऽपि अनुनासिक अच् अस्ति चेत् तस्य अनेन सूत्रेण इति भवति. परन्तु अस्मिन् सूत्रे स्थान कुत्र भवेत् इति न आवश्यकम्. अतः यः ह्रस्व इकारस्य इत् यस्मिन् धातुः सः अन्ते अस्ति वा मध्ये अस्ति वा आदौ अस्ति वा इति तत्र आवश्यकं नास्ति. केवलं द्रष्टव्यं ह्रस्व इकारस्य यस्मिन् धातुः इत् सः इदित् भवति. सो इदित् धातूनां किं प्रयोजनं व्याकरणशास्त्रे? इदित् धातूनां तु नुमागमः भवति. अत्र लिखितं तस्मिन् धातोः नुमागमः भवति एव, इत्युक्ते कोऽपि तत्र किम् अपवादः नास्ति. सर्वेषाम् इदित् धातूनां नुमागमः भवति इति अर्थः. सो यः धातुः इदित् अस्ति तस्मिन् तु लो अनुबन्धानां निष्कासनम् अनन्तरं यदि वयं पश्यामः धातुः इदित् अस्ति ह्रस्व इकारस्य इत् अस्ति तत्र नुमागमः सर्वदा करणीयम्. अपवादः कुत्र अस्ति? तस्य कृते पठितं यत्र इर् इति संज्ञा भवति. इर् इति संज्ञावाचस्य एतदेव प्रयोजनं. बिधिर् छिदिर् इति ये तादृशधातवः सन्ति तस्मिन्नपि ह्रस्व इकारस्य इत् अस्ति, परन्तु तत्र उपदेशे अजनुनासिक् इति सूत्रेण इत् संज्ञा न करणीयम्. तत्र इर् इति संज्ञा वाच्य इति आधारेण इति संज्ञा करणीयं, वार्तिकद्वारा इति संज्ञा करणीयं. तेन किं भवति? तेन इर् इति इत् भवति, न तु इत् इत् भवति, ह्रस्वीकारः इत् भवति. अतः छिदिर्बिदिर्मध्ये नुमागमः न इष्टम्, अतः तत्र वार्तिकारेण तत्र एकं वार्तिकं दत्तम् इर् इति संज्ञा वाच्य. तादृशधातुवः एव यत्र ह्रस्व इकारस्य साक्षात् अनन्तरं रेफः अपि अस्ति सः हल् वर्णः, तत्र नुमागमः तेषां धातूनां नुमागमः न भवति. तदेव अपवादम्. अन्य सर्वे इदित् धातूनां नुमागमः भवति व्याकरणशास्त्रे इति तत्र सर्वदा स्मर्तव्यम्. देट् इस् द कारणं फार् द वार्तिकम्. अन्यथा वयं हलन्त्यम् इत्यनेन रेफस्य इत् कर्तुं शक्यते, उपदेशे अजनुनासिक् इत्यनेन इकारस्यापि इत् संज्ञा कर्तुं शक्यते, परन्तु न करणीयं, तथा न करणीयं. तथा कुर्मः चेत् धातुः इदित् भवति. इदित् भवति चेत् इदितोनुं धातोः इति सूत्रस्य प्रसक्तिः तत्र तत्र नुमागमः अपि भवतु भवति तत्र इष्टम्. अतः तत्र वार्तिकार किं वदति? इर् इत् संज्ञावाच्य यत्र यस्मिन् यस्मिन् धातुः अनुनासिक ह्रस्व इकारस्य साक्षात् अनन्तरं रेफः अपि अस्ति तत्र सूत्रद्वारा इत्संज्ञा न करणीयं, तत्र वार्तिकद्वारा एव इत्संज्ञा करणीयं. वार्तिकम् अस्ति इर् इत्संज्ञा वाच्य देट् वी हेव् टु रिमेम्बर् अस्तु सर्वैः अवगतं वा सो अदर्वैस् सि अदर्वैस् देर् वास् नो नीड् फार् न इर् इत्संज्ञा वाच किमर्थं वार्तिकार वदति वट् वास् द एक्स्ट्रा वेन् वी कुड् हेव् डन् द कार्य फ्रोम् द इत्संज्ञाप्रकरणं सूत्रद्वारा यदि वयं कर्तुं शक्यते वै वार्तिकार् थाट् आफ् दिस् स्पेशल् वार्तिक् वट् वास् वट् फोर्स्ड् किं टु मेड् दिस् वार्तिकं दिस् इस् द कारणं तादृशधातुः नुमागमः न इष्टम् अतः तत्र नुमागमः मा भवेत् यदि वयं सूत्राधारेण इत्संज्ञा कुर्मः तत्र सः धातुः इदित् भवति अस्य एतत् व्याख्या पश्यामः इत् इत् यस्य सः इदित् सो इदित् धातूनां नुमागमः अतः वार्तिकार् मेड् अ वार्तिकम् दिस् वास् द कारण दिस् वास् द रीज़न् फार् हिम् टु मेक् देट् वार्तिकम् सो यत्र यत्र ह्रस्वीकारस्य साक्षात् अनन्तरं रेफः अस्ति तत्र इर् इत्संज्ञा वाच्यद्वारा एव इत्संज्ञा करणीयं सूत्रद्वारा इत्संज्ञा न करणीयम् इति तत्र तस्य प्रयोजनं कस्य प्रयोजनं वार्तिकस्य प्रयोजनम् अत्र दृश्यते तादृश इदिर् छिदिर् बिदिर् इति ये धातवः तत्र न आयाति नुमागमः न भवति अतः ते सर्वे इर् इदित् न वि डु नाट् से देट् दोस् आर् इदित् धातुः बिकास् वि हेव् तत्र इर् इति वर्णसमूहस्य इत् अन्यथा तु ते सर्वे इदित् भवति एव तत् मा भवतु इति तत्र वार्तिकारस्य आवश्यकता वार्तिकस्य आवश्यकता अस्तु इदानीं तु मिदचवन्त्यात् परः अस्तु इदानीं तु समयः अभवत् कोऽपि प्रश्नः अस्ति वा एतावता अथवा अन्यथा अत्र स्थगामः सो धातु आदेशः सः नोनः इदितोनुं धातोः एतानि सूत्राणि प्राकृतिकसूत्राणि एतस्य सूत्रस्य एतेषां सूत्राणां विषये तत्र निमित्तं न आवश्यकं धातूनाम् इदित् धातूनां नुमागमः भवति कदा भवति इति किमपि न उक्तम् सर्वदा भवति इति सूत्रस्य सो देट् इस् वै वी से आल्वेज् वी से प्राकृतिकसूत्रं प्राकृतिकसूत्रम् अनुबन्धानां निष्कासनम् अनन्तरम् एव एतत् सूत्र ये चत्वारि सूत्राणि अस्मिन् करपत्रे सन्ति तेषां विषये चिन्तनीयम् अनन्तरम् एव लौकिकरूपस्य निर्माणं भवति सो निधिः अस्ति सः न केवलम् इदित् धातुः सः नोपदेशधातुः अपि अस्ति तत्र नोनः इति सूत्रस्यापि प्रसक्तिः इदितोनुं धातोः सूत्रस्य द्वारा अपि कार्यम् सो सर्वदा तत्र कस्य कस्य सूत्रस्य कस्मिन् धातुविषये कस्य कस्य सूत्रस्य प्रसक्तिः तत् सर्वदा द्रष्टव्यं कदा द्रष्टव्यम् अनुबन्धानां निष्कासनम् अनन्तरं द्रष्टव्यम् अनन्तरं तत्र द्वितीयसोपानम् अस्ति एतेषां चतुर्णां धातूनां विषये चिन्तनम् अस्तु इदानीं तु स्थगामः प्रश्नः नास्ति चेत् अत्र स्थगामः जगदीश महोदय कृपया शान्तिमन्त्रं पठति वा ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमदक्षते पूर्णस्य पूर्णमादाय पूर्णमेव वशिष्यते ॐ शान्ति शान्ति शान्तिः हरि ओम् श्रीगुरुभ्यो नमः हरि ओम् तत्सत् नमस्कारः धन्यवादः पुनर्मिलामः धन्यवादः धन्यवादः भगिनी नमस्कारः धन्यवादः धन्यवादः भगिनी धन्यवादः महोदय